सहनाववतु सहनौ भुनस्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ धन्यवादः धन्यवादः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् वर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र विधिलिङ्गकारः सम्भावनार्थे इति तत्र सम्भावना यत्र निश्चितज्ञानं नास्ति किन्तु तत् प्रायशः भवितुम् अर्हति इति यत्र वक्तुम् इच्छामः तत्र साधारण सामान्य उदाहरणम् अस्ति तत्र वेङ्कटेशः कुत्र अस्ति न जानामि किन्तु प्रायशः वेङ्कटेशः गृहे स्यात् अथवा कार्यालये स्यात् अथवा सीता कुत्र अस्ति सीता तत्र कार्यालये स्यात् अथवा सीता बहिः स्यात् इति तत्र यत्र अस्माकं ज्ञानम् अस्ति नमस्कारः लक्ष्मीभगिनी नमस्कारः भगिनि हा नमस्कारः यत्र अस्माकं ज्ञानं नास्ति तत्र सम्यक् ज्ञानं नास्ति तत्र लकारः कः भवति विधिलिङ्गकारः इति भवति सम्भावनार्थे प्रायः प्रायशः इति तस्मिन् सन्दर्भे तत् एतस्य लकारस्य प्रयोगः भवति तत्र साधारण रूपाणि एकवारं पश्यामः अपि तत्र गतवर्गे तत्र एकां कथां पठितवन्तः तत्र कथाम् उपयुज्य तत्र वयं विधिलिङ्गकारस्य अभ्यासमपि कुर्मः तत्र कथं भवति इति न जानामि किन्तु नूतनप्रयासः तत्र कृत तत्र कृतं भवति ततः एव जानीमः तत्र कार्यं सम्यक् आसीत् न वा इति अस्तु तर्हि अतः तत्र प्रथमतया साधारणसामान्यरूपं कथं भवति इति एकवारं पुनस्मरणं कुर्मः तर्हि तत्र नरेश महोदय तत्र लिक् धातोः रूपाणि कानि तत्र पुटसङ्ख्या 93 पुटे तत्र पट् धातोः रूपाणि दर्शितानि तद् तानि दृष्ट्वा तत्र लिक् धातोः रूपाणि एकवारं वदतु महोदय आं महोदय लिक् धातु लिखेत् लिखेताम् लिखेयुः लिखेः लिखेतम् लिखेत लिखेयम् लिखेव लिखेम हा इति समीचीनं महोदय हा अस्तु अग्रे तत्र उषा भगिनी तत्र नयति इति आम् महोदय नयति नयेत् नयेताम् नयेयुः नयेः नयेतम् नयेत नयेयम् नयेव नयेम इति भवति समीचीनं हा अस्तु वेदा भगिनी इदानीं तत्र गच्छति गच्छति गच्छेत् गच्छेतां गच्छेयुः गच्छेः गच्छेतं गच्छेत् गच्छेयं गच्छेव गच्छेम हा समीचीनम् अस्तु लक्ष्मी भगिनी इदानीं तत्र तिष्ठति तिष्ठेत् तिष्ठेदां तिष्ठेयुः तिष्ठेः तिष्ठेदं तिष्ठेत तिष्ठेयं तिष्ठेव तिष्ठेम हा अस्तु समीचीनम् इदानीं तत्र शोभा भगिनी तत्र अग्रे तत्र पश्यति इति पश्येत् पश्येतां पश्येयुः पश्येः पश्येतं पश्येत पश्येयं पश्येव पश्येम इति समीचीनं भगिनी हा अस्तु गीताञ्जलि भगिनी नमस्कारः पुटसङ्ख्या अस्ति 93 पुटम् धन्यवादः महोदय अस्तु तत्र विधिलिङ्गकारः सम्भावनार्थे अस्तु तर्हि इदानीं तत्र एकमेकं वाक्यमपि रचयामः तत्र वदति पतति पिबति हसति क्रीडति चलति इति उपयुज्य तत्र हा तत्र उषा भगिनी एकं वाक्यं वदति वा किमपि तत्र इच्छति यानि क्रियापदानि सन्ति तेषां प्रयोगं कृत्वा विधिलिङ्गकारे एकं सरलवाक्यम् इच्छति वदति पतति किमपि सर्वे आम्रफलं खादेयुः खादेयुः हा सर्वे आम्रफलं खादेयुः समीचीनं भगिनि अस्तु वेदा भगिनि सर्वे मिलित्वा पठेम गीतायां पठेम सर्वे मिलित्वा भगवद्गीतां पठेम सर्वे मिलित्वा गीतां पठेम गीतां पठेम समीचीनं नरेश महोदय श्वः अहं पत्रं लिखेयम् श्वः अहं पत्रं लिखेयं समीचीनम् अस्तु लक्ष्मी भगिनी सर्वे जनाः नियमान् पालयेयुः नियमान् पालयेयुः समीचीनम् शोभा भगिनी त्वं श्वः एकनिमिषं महोदय त्वं श्वः किमपि पठेः इति ग्रन्थं पठेः त्वं श्वः ग्रन्थं पठेः समीचीनं गीताञ्जलि भगिनि पुस्तकं नास्ति मम तत्र रूपाणि तत्र पठेत् पठेतां पठेयुः पठेः पठेतं पठेत पठेयं पठेव पठेम इति एकं वाक्यम् एकं सरलवाक्यं तत्र सः अथवा सा अस्तु सा कुत्र अस्ति भवती न जानाति अतः उत्तरं किं वदति भवती सा गृह तत्र कार्यालये सा कार्यालये भवेत् भवेत् समीचीनं तावदेव तत्र भवेत् सम्यक्तया न जानीमः किन्तु प्रायशः सा कार्यालये भवेत् समीचीनं भगिनि अस्तु अस्तु तर्हि अतः तत्र कार्यद्वयम् अद्य कर्तुं शक्नुमः तत्र एकं कार्यम् अस्ति तत्र ये श्लोकाः सन्ति पूर्वस्मिन् पुटे तेषां परिशीलनम् अपि अन्यत् कार्यमस्ति तत्र कथा या प्रेषिता तत्र ईमेल् द्वारा तां कथां पुनरेकवारं पठित्वा तत्र विधिलिङ्गकारस्य परिवर्तनम् अपि तत्र द्वितीयकार्यम् अतः तत्र कस्यापि इच्छा अस्ति वा तत्र प्रथमतया श्लोकान् कुर्मः तदनन्तरं कथाम् इति अथवा विपरीततया प्रेफरेन्स् अस्ति वा भवान् यथा वदति तथा कुर्मः अस्तु भगिनि तर्हि तत्र किं कुर्मः तत्र प्रायशः एकवारं तत्र श्लोकान् एकवारं पठामः यतोहि तत्र पुस्तके साक्षात् सन्ति इति एकवारं भगवद्गीतायाः श्लोकानां परिशीलनं कुर्मः तदनन्तरं तत्र कथां परिशीलयामः अतः तत्र गीताञ्जलि भगिनी भवत्याः पार्श्वे तत्र इलेक्ट्रानिक् पुस्तकमपि नास्ति वा भगिनि महोदय अन्वेषणं कर्तुं शक्नोमि इति अस्तु भगिनि नो चेत् तत्र प्रायशः तत्र किं भगवद्गीतायाः श्लोकानां तत्र पुटसङ्ख्यां वदामः तत्र 1.36, 1.37, 1.46, 2.5, 2.6 इति अस्ति भगिनि अस्तु अस्तु अस्तु 1.35, 36, 1.36, 37, 46, 2.5, 2.6 अस्तु महोदय तत्र भगवद्गीता श्लोकाः लभन्ते खलु सन्ति सन्ति महोदय अस्तु तर्हि तत्र अस्तु नरेश महोदय तत्र आरम्भं करोति वा तत्र पुटसङ्ख्या अस्ति 92 प्रथमश्लोकः निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन पापमेव पापमेव अश्रेय अश्रयेदस्मान् हत्वैताना ततायिनः तत्र हत्वान् आततायिनः इति अस्ति महोदय हत्वै वा हत्वा एता एतान् आततायिनः एतान् अस्तु तत्र प्रथमतया तत्र विधिलिङ्गकारः कुत्र कुत्र भवति तत्र निहत्य इति तत्र प्रथमतया क्रियापदं कुत्र कुत्र अस्ति क्रियासूचकं निहत्य इति एकमस्ति तदनन्तरं का प्रीतिः स्याज्जन पापमेव आश्रय आश्रयत आश्रयत् अस्मान् आश्रयेत् हत्वा हत्वा हत्वा समीचीनम् एतान् आततायिनः हत्वा इति अस्ति किन्तु एकम् अस्ति महोदय प्रथमवाक्ये निहत्य एकं तदनन्तरं स्यात् स्यात् जनार्दन समीचीनम् अतः तत्र विधिलिङ्गकारस्य रूप पदद्वयमस्ति एकमस्ति स्यात् तदनन्तरम् आश्रयेत् स्यात् इति अष्टधातोः स्यात् तदनन्तरम् आश्रयेत् आश्रयेत् इति अस्तु समीचीनम् अतः तत्र निहत्य द्रातृराष्ट्रन् दार्तृराष्ट्रान् नः राष्ट्रराष्ट्रान् नः इति अस्ति तत्र किं भवति वंशीसुधा भगिनी नमस्कारः नमस्ते महोदय अद्य शृणोमि अस्तु अस्तु भगिनि केवलं वदामि अस्तु तर्हि तत्र अस्तु तत्र अन्य कोऽपि वदतु तर्हि तत्र अस्तु तत्र अग्रे तत्र उषा भगिनी वदति वा तत्र किं किम् अस्ति इति आं महोदय निहत्य नि उपसर्गपूर्वकं हत् तत्र उपसर्ग अस्ति इति कृत्वा लेबन्तं समीचीनं अपि च धार्तराष्ट्रान् धार्तराष्ट्रान् नः धार्तराष्ट्रान् नः नः अपि च का प्रीतिः स्यात् स्यात् जनार्दन इति महोदय स्यात् सत्यं सत्यं हा स्यात् जनार्दन पापमे पापं पापम् एव आश्रयेत् अस्मा आश्रयेत् विधिलिङ्ग् अस्ति तत्र सत्यम् आश्रयेत् समीचीनम् अस्मान् अस्मद् शब्दस्य द्विवचन द्वितीयविभक्ति बहुवचनम् अस्मान् अपि च हत्वा हत्वा ताना ततायिनः हत्वा अव्ययम् इति मन्ये महोदय हत्वा त्वान्तं खलु त्वान्तं सत्यं एतान् एतान् द्विवचन द्वितीयविभक्ति बहुवचनम् आततायिनः आततायिनः नः इति अन्ते अस्ति गुणिवत् गुणिवत् गुणी गुणिनौ गुणिनः आततायि आततायिनः नकारान्त पुंलिङ्ग् नकारान्त हलन्तपदं हलन्तपदं द्वितीय द्वितीयविभक्ति बहुवचनं आततायिनः द्वितीयाविभक्ति बहुवचनं समीचीनं कर्मपदम् इति कर्मपदं समीचीनं भगिनि अस्तु इदानीं तत्र प्रथमभागं स्वीकृत्य तत्र निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्यात् जनार्दनः जनार्दन सम्बोधनं जनार्दन इति हे जनार्दन अस्तु का प्रीतिः स्यात् तत्र साक्षात् क्रियापदं किम् अस्ति प्रथमभागस्य प्रथमवाक्यस्य स्यात् इति विधिलिङ्गकारः स्यात् इति क्रियापदम् अस्तु इदानीं कर्तृपदं किम् कर्तृपदं प्रथमश्लोके न महोदय हा प्रथमश्लोके प्रथमभागे एव हा निहत्य धातृराष्ट्रान् धातृराष्ट्रान् कर्तृपदं नास्ति धातृराष्ट्रस्य पुत्रः द्वितीयविभक्तौ अस्ति अतः त्यजतु तद् धातृराष्ट्रान् इति अस्ति हा का प्रीतिः स्यात् जनार्दन हे जनार्दन सम्बोधन का प्रीतिः निहत्य तु क्रियापदम् इदानीं प्रश्नः अस्ति कर्तृपदं किम् इति खलु स्यात् इति अस्ति किं स्यात् इति योजनं भवेत् किम् अस्ति अथवा किं स्यात् अथवा का स्यात् प्रीतिः तत्सर्वं त्यजतु भगिनि तत्र स्यात् इति अस्ति स्यात् इति अस्ति चेत् तत्र आवश्यकं कर्तृपदं सरलवाक्यं प्रथमतया किम् अस्ति अथवा किं स्यात् प्रीतिः स्यात् हा इदानीं तत्र का प्रीतिः स्यात् नाम प्रीतिः न भवति इति चिन्तयति खलु हा अतः का प्रीतिः स्यात् प्रीतिः प्रायशः न भवेत् अतः का प्रीतिः स्यात् इदानीं प्रश्नः उदेति कस्य प्रीतिः कस्य कस्य इति षष्टिः धातृराष्ट्रस्य पुत्रान् न महोदय तत्तु धातृराष्ट्रान् इति उक्तवती खलु तत्तु द्वितीया विभक्तौ अस्ति कर्मपदम् अस्ति खलु इदानीं तत्र अन्यत् क्रियासूचकम् अस्ति अस्मिन् भागे निहत्य इति अस्ति खलु नियत्य इति सकर्मक वा अकर्मकः वा हन् हन् धातुः अकर्मकः वा सम्यक्तया न जानामि महोदय हन् नाम नाशनं करोति इति भगिनि सकर्मक मारयति इति अर्थः सकर्मक हा अतः कं हत् निहत्य इति प्रश्नः उदेति खलु कं निहत्य धातृराष्ट्रान् धातृराष्ट्रान् निहत्य धातृराष्ट्रान् निहत्य का प्रीतिः स्यात् जनार्दन हे जनार्दन हे जनार्दन किन्तु तत्र नः इति तस्य चिन्तनं न कृतम् एतावत् किन्तु नः नाम अस्माकं न न नः तत् न इति न तत् नः इति अस्ति नः इति भिन्नं नकारः नास्ति भगिनि तत् नः तत्र अस्माकं षष्टि अस्तु अस्तु अस्माकं नौ नः हा तत्र हा अतः तत्र अस्माकम् इति नः इति अस्ति अस्माकं का प्रीतिः स्यात् जनार्दन यदि वयं धातृराष्ट्रान् मारयामः तस्मात् का प्रीतिः भवेत् किं किं प्रीतिः नाम अत्र आनन्दः इति कः आनन्दः लभेत् किमपि कोऽपि लाभः आनन्दः न भवति इति चिन्तनं हा अतः तत् प्रदर्शितं का प्रीतिः स्यात् इति हा तदनन्तरम् इदानीं द्वितीयभागं तत्र लक्ष्मी भगिनी द्वितीयभागं करोति वा भगिनि अस्तु महोदय तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान् स्वजनं हि कथं हत्वा सुखिनी अस्तु पापमेवाश्रये पापेव आश्रयेत् अस्मान् हत्वा एतान् आततायिनः. अतः तत्र किम् अस्ति, तत्र साक्षात् क्रियापदं किम् अस्ति, आश्रयेत्. आश्रयेत् इदानीं तत्र आश्रयेत् कर्तृपदं किम् अस्ति इदानीम्? एतान् आततायिनः. न न न न न आततायिनः इति तत्र गुण गुणी गुणिनौ गुणिनः गुणिनं गुणिनौ गुणिनः. अतः तत्र कर्तृपदं भवितुम् अर्हति, किन्तु अन्यत् किमपि अस्ति वा न इति तदपि पश्यतु. द्वितीया द्वितीयबहुवचनं खलु, द्वितीयबहुवचनं भवितुम् अर्हति अत्र. अतः तत्र सन्देहः अस्ति. अतः अन्यत् पदं किमपि अस्ति वा इति पश्यतु. तत्र पापम् एतान् इति अस्ति, एतान् आततायिनः द्वितीया बहुवचनमेव. समीचीनम्. अतः तत्र द्वितीया बहुवचनमेव एतान् आततायिनः. अतः कर्तृ कर्मपदम् अस्ति, कर्तृपदं नास्ति खलु. अपि हत्वा इति अस्ति, हत्वा इति अस्ति त्वान्त. किं हत्वा अथवा कं हत्वा अथवा कान् हत्वा? अस्मान् आततायिनः हत्वा. इदानीं किं भवति? अतः तत्र एतत् पापमेव आश्रयेत् क्रियापदं, कर्तृपदं किं? पापम्. पापम् पापम् पापम् पापम् आश्रयेत् पापम् आश्रयेत् अस्मान् आश्रयेत् हत्वा एतान् आततायिनः. यदि वयम् एतान् आततायिनः तत्र तत्र मारयामः तर्हि पापम् अस्मान् एव आश्रयेत्. अतः तत्र केवलं तत्र मारणेन कोऽपि लाभः नास्ति, केवलं पापस्य प्राप्तिः एव भवति इति खलु. आम् आं महोदय. अस्तु समीचीनम्. इदानीं तत्र सन्देहः अस्ति वा? तत्र सर्वे इदानीं जानन्ति वा तत्र अन्वयक्रमः तत्र कथं भवति? अन्वयक्रमेण तत्र वाक्यं वक्तुं शक्नुवन्ति वा सर्वे? तत्र श्रीप्रिया भगिनी नमस्कारः. नमस्ते महोदय. नमस्कारः भगिनी. पुटसङ्ख्या अस्ति 92 भगिनी. स्वीकृतं महोदय. अस्तु भगिनी. अस्तु वेदा भगिनी, तत्र एकवारं तत्र प्रथमवाक्यस्य अन्वयक्रमेण, नाम कर्तृपदं क्रियापदं तत् क्रमेण प्रथमश्लोकस्य वाक्यद्वयम् एकवारं वदति वा भगिनि? निहत्य धात्रा तद्वाक्यं वा? तद्भागं. निहत्य धात्राष्ट्रान्नः का प्रीति स्यात् जनार्दन. तत्र स्यात् इति क्रियापदमस्ति. न न सर्वे तत्र पुनः तत्र तत्र परिशीलनं मास्तु. इदानीं तत्र परिशीलनं कृत्वा एतत् तदेव कृतवन्तः. इदानीं तत्र अन्वयक्रमेण वाक्यं वदतु तत्र. पापम् एव आश्रयेत् तत् त्यजतु. एतावत् श्रुतवती खलु भगिनी तत्र प्रथमवाक्यस्य. अतः तत्र केवल तत्र किम् अस्ति? जनार्दन. किं कृत्वा? जनार्दन धार्दराष्ट्रान् दादराष्ट्रा निहत्य अस्माकम् इत्युक्ते नः का प्रीतिः स्यात् इति. समीचीनं भगिनि, उत्तमम्. अस्तु तादृशमेव द्वितीयभागस्य अपि करोतु. पापम् एव आश्रयेत् अस्मान् हन्वै हत्वा एतान् आततायिनः हत्वान् अस्मान् पापम् एव आश्रयेत्. एतान् आततायिनः हत्वा पापम् एव आश्रयेत् पापम् अस्मान् एव आश्रयेत्. पापम् अस्मान् एव आश्रयेत्. समीचीनं भगिनि. अस्तु उत्तमम्. अस्तु इदानीम् अग्रे तत्र द्वितीयश्लोकस्य तत्र शोभा भगिनी द्वितीयश्लोकं पठति वा? आम् महोदय. तस्मान्नार्हाः वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान् स्वजनं हि कथं हत्वा सुखिनः स्याम माधवा. तत्र प्रथमवाक्ये तस्मात् न अर्हाः वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान् तत्र वयम् इति तु कर्मपदं, तत्र क्रियापदं क्रियापदं नास्ति, अर्हाः इति तान्तपदं, तस्मात् इति न अर्हाः वयं हन्तुं, हन्तुमिति तुमुन् तुमुनन्तपदम्, अतः तत्र त्वं वयम् अर्हाः तत्र साक्षात् क्रियापदं स्थापितुम् इच्छति चेत् तत्र स्मः, वयम् अर्हाः न स्मः, अतः तस्मात् वयम् अर्हाः न स्मः. किं कर्तुम् अर्हाः न स्मः? धार्तराष्ट्रान् हन्तुं न अर्हाः स्मः. अर्हाः स्मः कीदृशान् धार्तराष्ट्रान् इत्युक्ते स्वबान्धवान् धार्तराष्ट्रान् हन्तुं वयं न अर्हाः तस्मात् इति तत्र तर्हि वयं यत् कारणं दत्तं तस्मात् कारणात् वयं तत्र अर्हाः न स्मः. किं कर्तुं? स्वबान्धवान् धार्तराष्ट्रान् हन्तुं न अर्हाः स्मः. समीचीनं भगिनि, अग्रे अन्वयः करणीयं वा महोदय? तत्र करोतु भगिनि. तस्मात् तस्मात् इत्युक्ते तेन कारणेन तत्र तस्मात् वयं स्वबान्धवान् धार्तराष्ट्रान् हन्तुं न अर्हाः स्मः इति भवति. हा समीचीनं भगिनि. हा अस्तु, द्वितीयभागस्य स्वजनं हि कथं हत्वा सुखिनः श्याम माधव. तत्र श्याम इति उत्तमपुरुषे बहुवचने क्रियापदं भवति. किं श्याम इत्युक्ते सुखिनः श्याम इति भवति. किं कृत्वा सुखिनः श्याम इत्युक्ते तत्र हत्वा स्वजनं हत्वा इति, अतः तत्र माधव इति सम्बोधनं. माधव स्वजनं हि हत्वा कथं, तत्र वयं नास्ति किन्तु कथं वयं सुखिनः स्याम इति भवति. वयं कथं सुखिनः, स्वजनं वयं स्वजनं हत्वा कथं सुखिनः स्याम. अर्हा इत्युक्ते किं महोदय? अर्ह अर्ह न अर्ह तत्र तत् कर्तुं वयं न तस्य अर्ह तत्र अर्ह एलिजिबल् इति तस्य डिसर्विङ्ग् तत्र तत् कर्तुं तत्र अर्हः इति तत्र किमपि पोस्ट् तत्र प्रधानमन्त्री भवितुं तत्र सः अर्हति वा इति वदामः खलु, डिसर्विङ्ग्. हा डिसर्विङ्ग् तत्र वयम् अर्हाः न स्मः. तत्र अर्हाः इति विशेषणं भवति. अत्र वयं सुखिनः न स्याम, कथं सुखिनः स्याम माधव. तत्र स्याम इति तत्र विधिलिङ्गकारः. अस्तु समीचीनम्. अग्रे तत्र गीताञ्जलि भगिनी तत्र श्लोकं प्राप्तं वा? नो चेत् मम पार्श्वे अस्ति महोदय. अस्तु अस्तु भगिनि, अतः तत्र तृतीयश्लोकः तत्र 146 भगिनि. हा पठामि महोदय. 136 कृतं भगिनि, इदानीं तत्र 146. अस्तु अस्तु 146 अस्तु. यदि माम प्रतीकारम् अशस्त्रं शस्त्रपाणयः धातृराष्ट्रारणे हन्युं तन्मे क्षेम तरं भवेत्. किं किम् अस्ति? हा यदि माम अप्रतीकारम् अशस्त्रं शस्त्रपाणयः तत्र तु नास्ति हा धातृराष्ट्रारणे हन्युः तन्मे क्षेमतरं भवेत्. भवेत् इदानीं द्वितीयभागे क्रियापदम् अस्ति वा? हा भवेत् भवेत् भवेत् इति एकमस्ति, अन्यत् अपि अस्ति अन्यत् हन्युः हन्युः हन्युः हन्युः तत्र पठेयुः पठेयुः बहुवचन प्रथम बहुवचनः पुरुष बहुवचनरूपं हन्युः तन्मे हन्युः तन्मे क्षेमतरं तरं भवेत् अतः भवेत् इति विधिलिङ्गकारः हन्युः अपि विधिलिङ्गकारः इदानीं प्रथमभागं परिशीलयामः तत्र यदि मां यदि माम् अप्रतिकारम् अशस्त्रम् एते सर्वे तु द्वितीय बहुवचन द्वितीया विभक्ति समीचीनं माम् इति पदस्य विशेषणं कीदृशं विशेषणं हा माम् अप्रतिकारम् कीदृशमाम् अप्रतिकारं माम् अशस्त्रं माम् शस्त्रं विना अस्मि प्रतिकारं विना अस्मि प्रतिकारम् इति तत्र तत्र डस् नाट् रेसिस्ट् अन्रेसिस्टिङ्ग् अप्रतिकारम् इति अतः शस्त्रं विना प्रतिकारं विना अस्मि अतः शस्त्रपाणयः इत्युक्ते शस्त्रपाणयः तत्र वचनं पाणि शस्त्रपाणयः तु प्रथम बहुवचनम् अस्ति अत्र इत्युक्ते बहवः शस्त्रपाणयः पाणी एकवचन पाणयः अस्तु तत्र प्रायशः तत्र अस्तु अत्र पाणिनः इति नकारान्तं नास्ति केवलं तत्र पाणयः इति इकारान्तपदम् इति मन्ये तत्र अतः शस्त्रपाणि तत्र पाणिनौ पाणिनः न न न तादृशं नास्ति तत्र कविः कविः कवयः पाणि पाणि पाणयः कविः शस्त्रपाणि कविः पाणिः शस्त्रपाणि शस्त्रपाणयः पाणयः इकारान्त येषां पाणिषु शस्त्राणि सन्ति ते इति तत्र ते शस्त्रपाणयः ते के तत्र धार्तराष्ट्राः धार्तराष्ट्राः अपि प्रथम बहुवचनं ते धार्तराष्ट्राः शस्त्रपाणयः शस्त्रपाणिन् इति गुणिन् शब्दवत् भवति वा न भवति यतोहि गुणिन् गुणिन्वत् अस्ति चेत् बहुवचने रूपं किं भवति गुणिनः इति भवति खलु किन्तु अत्र पाणयः इति दत्तं न तु पाणिनः इति दत्तं खलु कविशब्दवत् हा कविशब्दवत् सत्यं भगिनि हा कविशब्दवत् धन्यवादः अतः तत्र गीताञ्जलि भगिनी इदानीं तत्र हन्युः इति क्रियापदमस्ति इदानीं तत्र हन्युः इति क्रियापदं कर्तृपदं किं हन्युः इति क्रियापदमस्ति तत्र अतः क्रियापदस्य वचनं किम् एकवचनं वा राष्ट्राः हन्युः हा धातृराष्ट्राः हन्युः कीदृशाः धातृराष्ट्राः शस्त्रपाणयः धातृराष्ट्राः हन्युः हन्युः कुत्र हन्युः रणे रणे हन्युः कं हन्युः कं हन्युः माम् माम् अप्रतिकारम् माम् हा इदानीं तत्र एतावत्पर्यन्तं तत्र वदतु तत्र यदि यदि तदनन्तरं कर्तृपदं अस्तु यदि शस्त्रपाणयः धातृराष्ट्राः अशस्त्रम् अप्रतिकारं मां रणे हन्युः तर्हि मे नाम तत्र षष्ठी अर्थे तत्र मे इत्युक्ते षष्ठी एकवचनं मम क्षेमतरं क्षेमतरं कर्तृपदं क्षेमतरं भवेत् कस्य क्षेमतरं भवेत् मम क्षेमतरं भवेत् हा क्षेमतरं मे भवेत् मम इति अर्थे तत्र मम क्षेमं भवति अथवा क्षेमतरं मम क्षेमस्य वर्धनं भवति भवेत् इति अतः समीचीनं भगिनि अतः तत्र यदि हा तत्र अन्यत् कोऽपि वदतु पश्यामः तत्र इदानीं तत्र हा नरेश् महोदय पुनः एतदेव श्लोकम् इदानीं तत्र अन्वयक्रमम् उपयुज्य तत्र यदि इति आरभ्य कर्तृपदं महोदय स्थापयित्वा वदतु महोदय यदि माम् यदि तदनन्तरं कर्तृपदं यदि धातृराष्ट्रा रणे शस्त्रपाणयः धातृराष्ट्राः शस्त्रपाणयः धातृराष्ट्राः रणे माम प्रतीकारं न न अप्रतीकारम् अशस्त्रं माम् अप्रतीकारम् अशस्त्रम् अशस्त्रं माम् अतः विशिष्टभावः रणे हन्युः हन्युः तदनन्तरं तत् नाम अथवा तदेव तद् किं भवति तद् मे क्षेमतरं भवेत् मे क्षेमतरं भवेत् समीचीनं महोदय तत् मे क्षेमतरं भवेत् समीचीनं भगिनि महोदय धन्यवादः धन्यवादः अस्तु तर्हि इदानीम् अग्रे तत्र श्रीप्रिया भगिनी अग्रिमश्लोकं पठितुम् इच्छति महोदय तत्र सन्देहः महोदय तत्र तत् तन्मे इति तु तत् मे यदि तर्हि नास्ति तत् एव तदेव कार्यं करोति नाम तद् अत्र किम् अस्ति एतत् इति अर्थे भगिनि एतत् क्षेमतरम् इति अस्ति खलु क्षेमतरम् इति नपुंसकलिङ्गपदं तदेव कर्तृपदमस्ति किं भवेत् क्षेमतरं भवति क्षेमतरं तत् भवति नाम तद् नाम सा स्थितिः सा परिस्थितिः नाम यदि ते रणे मां हन्युः तत् नाम मम मरणम् एव क्षेमतरं भवति तर्हि नास्ति किन्तु तत् तर्हि नास्ति सत्यं भगिनि हा तत् तत् इति नाम तत्र यत् अभवत् तदेव क्षेमतरम् अस्ति धन्यवादः नाम यद् चिन्तनम् अहं करोमि इदानीं तत्र यदि ते माम् अन्युः तत् प्रायशः समीचीनम् अस्ति अतः तदेव स्वीकरोमि इति खलु तदेव मम अथवा मे क्षेमतरं भवेत् सत्यं धन्यवादः अस्तु भगिनि अपि तत्र पूर्वस्मिन् श्लोके तत्र आततायिनः इति अस्ति तत्र आततायिनः तत्र एकं वक्तुम् इष्टवान् तत्र प्रथमभागे एव तत्र आततायिनः तत्र अग्रेसर्स् इति अस्ति तत्र आततायिनः तत्र षड्विधाः आततायिनः सन्ति तत्र ते वदन्ति तत्र वशिष्ठ तत्र अस्ति हा योगवशिष्ठ इति प्रायशः अग्निधोघरधश्चैव शस्त्रपाणिर्धनापाहः क्षेत्रधारापहर्ति च षड् एते हि आततायिनः देर् आर् सिक्स् टैप्स् आफ् अग्रेसर्स् वन् हू सेट्स् फैर् गिव्स् पाय्सन् अटाक्स् वित् वेपन् स्टील्स् वेल्त् स्टील्स् लैण्ड् एण्ड् अब्डक्ट्स् अनदर् इस् वैफ् इति अतः वि शुड् नाट् हा तदेव आततायिनः इति तस्य विवरणम् अस्तु अग्रे क्षेमतरं किमस्ति क्षेमतरं तत्र तर तम इति कम्पेरेटिव् इति अस्ति महोदय एतावत् वयं न कृतवन्तः तत्र बेटर् इति अर्थे क्षेमं क्षेमतरं तत्र क्षेममस्ति क्षेमस्य अपेक्षया क्षेमतरं अधिकं क्षेमम् अस्ति तत्र क्षेम किमस्ति क्षेम क्षेम उत्तमम् इस् गुड् क्षेमं तत् क्षेमम् अस्ति अस्तु अस्तु धन्यवादः क्षेम तत्र सेफ्टि इति अर्थे क्षेम इति तस्य उपयोगः भवति शान्तिः इति तद् क्षेमकरम् अस्ति इति तस्य उपयोगः भवति सम्यक् अस्ति तदपि क्षेमम् इति वदामः अस्तु अस्तु धन्यवादः अतः तत्र तर तत्र तरतम आम् तत्र क्षेमतर क्षेमतमम् इति तत्र एकस्य अधिकम् अन्यत् इति क्षेमं क्षेमतरं क्षेमतमम् इति अग्रे पश्यामः तत्र कम्पेरिटिव् इति अर्थे अस्तु अग्रे तत्र श्रीप्रिया भगिनी अग्रिमं श्लोकं पठितुम् इच्छति वा आं पठामि महोदय तस्मात् पूर्वम् आततायिनः इति विषये उक्तवान् खलु पुनः एकवारं मन्दं वक्तुं शक्नोति वा महोदय तत्र चाट् मध्ये प्रेषयं भगिनि तत्र अस्तु महोदय तत्र आततायिनः इति तत्र किम् अस्ति इति अर्थः अग्रसर्स् इति वा महोदय अग्रेसर्स् इति तत्र तान् इति धातुः टु स्प्रेड् आतता नाम स्प्रेड् यैर् आततां धनुः अस्ति तान् दोस् बै हूम् अ बो इस् ड्रान् इति अर्थः इति भगिनि तत्र चाट् मध्ये तत्र अहं स्क्रीन् शाट् यदि तत्र कर्तुं शक्नोमि तत्र करोमि अग्रिमश्लोकः गुरून् हत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके हत्वार्थकामान् तु गुरुनिहैव भुञ्जीय भोगान् रुधिरप्रदिग्धान् अत्र विधिलिङ्क् पदम् अस्ति वा महोदय पश्यामः भगिनि भुञ्जीय इति प्रायशः भगिनि भुञ्जीय इति भुञ्जदातोः तत्र गुरुन् अहत्वा खलु गुरुन् अहत्वा न हत्वा महानुभावान् इति अस्ति द्वितीयाविभक्ति अतः कर्मपदं भवति खलु सत्यं श्रेयः श्रेयः किं भोक्तुं श्रेयः भोक्तुम् इति पुनः भैक्ष्यम् अपि इह लोहे वा लोके वा महोदय भैक्ष्यम् अपि भैक्ष्यं भैक्ष्यम् अपि इह लोके सत्यम् अस्मिन् लोके सत्यं भगिनि भैक्ष्यम् अपि इह लोके अग्रे तत्र हत्वा एकवारं तत्र अस्तु प्रथमभागस्य अपि तत्र पश्यामः तत्र किन्तु एतावत् तत्र भोक्तुं श्रेयः भक्ष्यं भक्ष्यमेव तत्र एतावत् तत्र नासीत् भोक्तुम् इति स्वान्तमासीत् अहत्व इति तत्र भुञ्जीय इति एक एव क्रियापदम् इति चिन्तयामि सत्यं वा तत्र न जानामि द्रष्टव्यं अस्तु तत्र पश्यामः तत्र गुरून् अहत्वा इति अस्तु गुरून् अहत्वा हि महानुभावान् अत्र अस्मिन् इह लोके इह लोके भैक्ष्यम् इत्युक्ते महोदय भैक्ष्यं भैक्ष्यं भिक्षं कृत्वा भिक्षाटनं कृत्वा भिक्षेण भिक्षेण प्राप्त्वा तत्र भोक्तुं श्रेयः इहलोके तत्र एकमस्ति गुरुन् अहत्वा एकविधपुरुषः यः गुरुन् अहत्वा किमपि करोति अपि द्वितीयभागे तत्र गुरुन् इह तत्र गुरुन् गुरुन् इ ऐ हैव गुञ्जीय इति अस्ति खलु, तत्र प्रायशः तत्र इह एव इति भवति वा, तत्र इह तत्रापि इह एव गुरुन् इह एव भोगान् रुधिरप्रदिग्धान् भोगान् रुधिरप्रदिग्धान् तत्र रुधिरप्रदिग्धान् तत्र इदानीं तत्र भुञ्जीय इति अस्ति, तत् पश्यामः तत्र भुञ्जीय इति भुज् धातोः रूपं, तद् लेबन्तं नास्ति वा महोदय? भुञ्जीय नास्ति, उपसर्गः नास्ति, नास्ति, आमाम् आम्, अतः तत्र भुज् धातोः धातुः भुज् इति मन्ये, तत्र भुञ्जीय तत्र महोदय विधिलिङ्ग् भुञ्जीय हा भुञ्जीय इति चिन्तयामि भगिनि. हा इदानीं तत्र प्रश्नः अस्ति, तत्र पुरुषः कः इति, तत्र भुञ्जीय इति हा भुञ्जीय इति भुज् धातोः हा तत्र विधिलिङ्गकर आत्मनेपदीरूपम् अस्ति तत्र, तत्र भुज् धातोः तत्र उत्तमपुरुषे एकवचनं वा महोदय? हा उत्तमपुरुषे एकवचनं, सत्यं भगिनि. अतः तत्र अहं भुञ्जीय, तत्र भुञ्जीत भुञ्जीयातां भुञ्जीरन् इति तत्र अष्टाध्याय मध्ये पश्यामि. हा भुज् धातोः रूपं एकवारं कृत्वा उत्तमपुरुषे एकवचने, सत्यं भगिनि. हा अतः तत्र अहं भुञ्जीय, अहम् इति एव कर्तृपदमस्ति, अहं भुञ्जीय, भुञ्जीय इत्युक्ते नाम तस्य एन्जाय्, ऐ वुड् एन्जाय्. इदानीं तत्र सकर्मकधातुः अस्ति, अतः भोगान् भोगान् अहं भुञ्जीय, अहं भोगान् भुञ्जीय, भोगान् सत् सर्वम् अस्ति खलु महोदय, रुधिरप्रदिग्धान् रुधिरप्रदिग्धान् अपि, सत्यं भगिनि. हा रुधिरप्रदिग्धान् अपि तत्र एव, तत्र कीदृशान् भोगान्? रुधिरप्रदिग्धान् विशेषणरूपेण नाम विशेषणं, विशेषणम् अस्ति रुधिरप्रदिग्धान् नाम तत्र रुधिर नाम रक्तं, रक्तेन तत्र प्रदिग्धम् इत्युक्ते तत्र लेपितं, रक्तेन लेपितं नाम स्मेर्ड् वित् ब्लड् इति, स्टेन्ड् वित् ब्लड् इति अर्थे. रुधिरप्रदिग्ध भोगान् अहं भुञ्जीय इति भवति इदानीं तत्र, अहं भुञ्जीय इह लोके गुरुन् हत्वा, गुरुन् हत्वा, गुरुन् अहत्वा, न प्रथमभागे गुरुन् अहत्वा तद् भिन्नम्, अत्र तु अहम् अथवा इदानीं तत्र भुञ्जीय इति अहम् इति, अहं किं कुर्याम् इति सः तस्य चिन्तनम् अस्ति, अर्जुनस्य चिन्तनम् अहं किं कुर्याम् इति तस्य चिन्तनम्. अतः अत्र अहं भुञ्जीय तत्र गुरुन् हत्वा इति चिन्तनं, तत्र अहत्वा न गुरुन् हत्वा इति, अत्र गुरुन् इह एव तत्र गुरुन् हत्वा हत्वार्थ हत्वा अर्थकामान् अर्थकामान् अर्थकामान् तु अर्थकामान् तु गुरुन् हत्वा अर्थकामान् रुधिरप्रदिग्धान् भोगान् अहुञ्जीय इह एव भुञ्जीय इति तत्र इति अर्जुनस्य चिन्तनं, तद् सः कुर्यात् इति तस्य चिन्तनं, यतोहि तत्र द्रोणः अस्ति, तस्य हननं भवेत् इति, अतः तत्र सः चिन्तयति अहं महोदय भगिनि गुरून् तत्र अकारः अस्ति किल, नकारस्य अनन्तरं गुरून् अहत्वा एव भवति किल, प्रथमभागं भगिनि द्वितीयभागम् ओ अस्तु क्षम्यतां भवती यत् उक्तवती सत्यमेव, प्रथमभागे गुरुन् अहत्वा इति अस्ति, तस्य चिन्तनम् एतावत् न कृतं. द्वितीयभागस्य चिन्तनं कुर्मः. तत्र एव क्रियापदमासीत् भगिनि, तत्र बुद्धिया इति. इह एव तत्र सर्वान् तत्र तत्र गुरुन् हत्वा, अहं तु अर्थकामान् रुधिरप्रतिमान् इह एव भुञ्जीया. नाम पुनः एकवारं वदति वा महोदय. अहं गुरुन् हत्वा अथवा अहं तु, यतो तत्र सः वदति, तस्य चिन्तनमस्ति प्रथमभागे यत् ये जनाः तत्र किमपि कृतवन्तः तादृशी परिस्थितिः मम नास्ति इति तस्य चिन्तनमस्ति. अतः सः तत्र भेदं प्रदर्शितुं सः वदति अहं तु, ते तादृशम् उत्तमं कार्यं कृतवन्तः, अहं तु किं करोमि, अहं तु गुरुन् हत्वा अर्थकामान् रुधिरप्रदिग्धान् भोगान् इह एव भुञ्जीय. नाम अहं तु तत्र गुरुन् गुरोः हननं करोमि. किमर्थं तत्र अर्थकामान् अपि तत्र भोगान् भोक्तुम् अहं गुरुन् सर्वान् तत्र मारयामि इति द्वितीयभागम्. अतः द्वितीयभागं तस्य परिस्थितिः भिन्ना अस्ति. प्रथमभागे अन्येषां परिस्थितिः भिन्ना अस्ति. अतः प्रथमभागे किम् अस्ति तदपि परिशीलयामः. तत्र किम् अस्ति प्रथमभागे, तत्र गुरुन् अहत्वा हि महानुभावान् गुरून् अहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यम् अपि इह लोके. इह लोके नाम तत्र महानुभावान् तत्र भैक्ष्यमपि तत्र इह लोके भोक्तुं श्रेयः. तत्र नाम गुरुन् अहत्वा महानुभावान् महानुभावान् इति गुरुन् इत्यस्य विशेषणरूपेण भवितुम् अर्हति वा महोदय? महानुभावान् गुरुन् सत्यं अहत्वा हि अस्तु इहलोके इहलोके महानुभावान् गुरुन् अहत्वा श्रेयो भोक्तुं वैक्ष्यम् इति न खलु श्रेयः अश्रेयः अस्ति श्रेयः अस्ति भोक्तुं वैक्ष्यमपि भोक्तुं तत्र अस्तु. तत्र अन्येषां कृते वदति तत्र गुरुन् महानुभावान् गुरुन् अहत्वा हि इह लोके श्रेयः अस्ति. यदि तादृशं कुर्मः गुरुन् अहत्वा तेषां मारणं न कुर्मः तद् सम्यक् भवति, श्रेयः भवति. यदि तस्मात् भोक्तुं वैक्ष्यमेव लभते, नाम भिक्षाटनं कृत्वा एव भोक्तुं शक्नुमः, तद् श्रेयः भवति. नाम महानुभावान् गुरुन् हननं मास्तु, यदि तत्र महानुभावान् गुरुन् अहत्वा हि जीवामि, इहलोके जीवामि, अपि भोक्तुं केवलं भिक्षाटनं कृत्वा एव भोक्तुं शक्नोमि, तदपि श्रेयः भवति. किन्तु अहं किं कुर्याम्, अहं तु गुरुन् हत्वा अर्थकामान् रुधिरप्रदिग्धान् भोगान् भुञ्जीय. अतः तत्र प्रथमभागे श्रेयः कः इति वदति, श्रेयः अस्ति. तत्र प्रायशः तत्र अस्ति इति स्थापयितुं शक्नुमः भगिनी. अस्तु महोदय. अतः भैक्ष्यम् इति भोक्तुम् इति भवति वा? भैक्ष्यं भोक्तुं, भैक्ष्यम् अपि भोक्तुं, तत्र भिक्षाटनेन भोक्तुं, भिक्षाटनेन यत् लब्धं तद् भोक्तुं लभति, अन्यत् किमपि न लभति. अतः भिक्षाटनेन एव तत्र आहारं लभति चेत् तत् श्रेयः, सः श्रेयः अस्ति. यतोहि तत्र महानुभावान् गुरुन् हननं न जातम् इति, तेषां हननं न जातम्. अतः प्रथमभागे हा समीचीनं वा भगिनि इदानीम्? आमां महोदय. हा अतः तत्र तत्र अन्य कोऽपि वदतु, तत्र तस्मिन्नेव सन्दर्भे लाभः अस्ति. इदानीं तत्र पश्यामः, तत्र लक्ष्मी भगिनी वदति वा इदानीम्? अर्थकामाः गुरून् हत्वा, अर्थकामः इति अर्थः कः अर्थः? न न भगिनि, भगिनि प्रथमभागं प्रथमतया स्वीकरोतु तत्र, अथवा द्वितीयभागं कर्तुं अहम् इति आरम्भे वदतु. अहं प्रथमभागं कर्तुम् इच्छति वा द्वितीयभागं वा? प्रयत्नं करोमि. महानुभावान् गुरून् हत्वा, अहत्वा इदानीम् अहत्वा, गुरून् अहत्वा वैश्य इहलोके वैश्यं श्रेयः. वैश्यं भोक्तुं, वैश्यं भोक्तुं श्रेयः, वैश्यं श्रेयः, भिक्षाटनं श्रेयः, भिक्षाटनं कृत्वा भोक् तत्र भोक्तुं नाम तत्र आहारं केवलं भिक्षाटनेन लब्धं चेदपि तदेव श्रेयः अस्ति. न महोदय, हत्वा भोक्तुं तस्मात् श्रेयः भैष्यं. न न भगिनि, तादृशं नास्ति. अहत्वा इति अस्ति भगिनि, तत्र महानुभावान् अहत्वा, महानुभावान् गुरुन् अहत्वा हि तत्र इहलोके वैक्ष्यमपि भोक्तुं श्रेयः. वैक्ष्यं स्वीकरोमि चेत् तद् श्रेयः इति अर्थः भवति वा? तत्र इदानीं तत्र महानुभावान् भोगान् महानुभावान् तेषां हननं मास्तु. यदि तेषां हननं न भवति तस्मात् अहं भिक्षाटनं कृत्वा एव खादामि, तद् श्रेयः भवति. कस्य अपेक्षया कस्य अपेक्षया इदानीं द्वितीयभागे कस्य अपेक्षया इति वदति. भोगान् भोगान् रुधिरप्रदिग्धान् द्वितीयभागे किमस्ति? गुरुन् इदानीं गुरुन् हत्वा, अतः तत्र गुरुन् हत्वा तदनन्तरं हत्वा अर्थकामान् रुधिरप्रदि एव इह एव वैश्यं वैश्यम् इदानीं तत्र नास्ति भगिनि, तत्र अस्तु, तत्र प्रायशः क्लेशः अस्ति अत्र. अस्तु भगिनि, तत्र अत्र प्रायशः तत्र किं रुधिरप्रदिग्धान् भोगान् अहं भुञ्जीय किं कृत्वा? तत्र गुरून् हत्वा, तत्र अर्थकामान् इति तत्र प्रायशः रुधिरप्रदिग्धान् इति तादृशभोगान् इति तदपि स्थापितुं शक्नुमः, अथवा अर्थकामान् इति गुरून् कीदृशान् गुरून्? तत्र महानुभावान् गुरून् इति आसीत्, अत्र प्रायशः अर्थकामान् गुरून् इति अपि तत्र स्थापितं. गुरून् हत्वा, गुरून् हत्वा भोग भोगा भोगान् रुधिरप्रदिदान् भुञ्जीय अहं भुञ्जीय इह एव भुञ्जीय. इदानीम् एतत् श्रेयः नास्ति. किं श्रेयः अस्ति? श्रेयतरं किम् अस्ति? श्रेयतरम् अस्ति तस्मात् श्रेयः, श्रेयः महानुभावान् गुरून् निहत्य अहत्वा वैश्यम् इहलोके वैक्ष्यं भोक्ष्यं, वैक्ष्यमपि भोक्तुं तद् श्रेयः अस्ति, तत् कर्तुं श्रेयः अस्ति. इदानीं तत्र स्वशब्दैः किञ्चित् वदामः तत्र किम् अस्ति इति, तत्र पश्यामः. तत्र उषा भगिनी स्वशब्दैः वक्तुम् इच्छति वा? आं महोदय. हा अस्तु. गुरु नहत्वा हि महानुभावान् श्रेयो भोक्तुं वैक्ष्यमपि लोके. इत्युक्ते महानुभावान् गुरून् अहत्वा. समीचीनं. मम लोके महानुभावान् वैक्ष्यम् इत्युक्ते भिक्षा, वैक्ष्यम् अस्मिन् लोके इह इव इत्युक्ते अस्मिन् लोके न महोदय? इह लोके, अस्मिन् लोके, सत्यं भगिनि. अहं इहैव लोके भोक्तुं श्रेयः तत्र अस्ति. एतावत् समीचीनं भगिनि. तत्र महानुभावान् गुरून् हत्वा महानुभावान् गुरून् अहत्वा भोक्तुं केवलं वैक्ष्यम् अस्ति. वैक्ष्यम् अस्ति भोक्तुं नाम आहारं खादितुम् आहारं कथं प्राप्तं? भिक्षाटनेन प्राप्तम् आहारम् एव लभति चेदपि तद् श्रेयः अस्ति. कस्य अपेक्षया श्रेयः अस्ति? इदानीं वैक्ष्यं भुञ्जीय श्रेयः. न वैक्ष्यं तत्र वैक्ष्यं सर्वं तत्र वैक्ष्यं न भगिनि तत्र तद् वैक्ष्यं भोक्तुम् इति भोक्तुं श्रेयः अस्ति. कस्य अपेक्षया? इदानीं द्वितीयभागे भुञ्जीय द्वितीयभागे भवति भगिनि. द्वितीयभागे भुञ्जीय भोगान् भुञ्जीय इति भवति. द्वितीयभागे तत्र किं भवति? गुरून् हत्वा इह एव. गुरून् हत्वा तत्र प्रायशः तत्र प्रथमभागे महानुभावान् गुरून् इति अस्ति. अतः तत्र अत्र द्रोणाचार्यः अस्ति खलु भगिनि. द्रोणाचार्यः कीदृशः गुरुः आसीत्? रुधिरप्रदिग्धान् नास्ति, किन्तु अर्थकामः गुरुः आसीत्. किं महोदय? अर्थकामः नाम अर्थः इच्छति, यः अर्थः इच्छति सः अर्थकामः. द्रोणाचार्यः तत्र किमर्थं सः आगतः तत्र पाण्डवान् तत्र पाण्डव राज्यं किमर्थं सः आगतवान्? द्रोणाचार्यस्य अपि तत्र परशुरामस्य तयोः मध्ये कः भेदः अस्ति? अनेके भेदाः स्युः, किन्तु एकभेदः तु तत्र परशुरामः तत्र कुत्रापि तत्र राज्ये न तिष्ठति कदापि खलु. तस्य अर्थकामः नासीत् सः परशुरामः, किन्तु द्रोणाचार्यः तत्र राज्यम् आगत्य तत्र कथा अस्ति खलु तत्र अश्वत्थामन् इति तत्र तस्य कृते तत्र दुग्धं प्राप्तुं सः कथा अस्ति खलु, सर्वे जानन्ति खलु तत्र? अथवा अनेकोपि वदन्ति वा तत्र? तत्र न जानामि, भवान् वदतु. द्रोणः किमर्थं तत्र राज्यं तत्र पाण्डवराज्यम् आगतवान् तत्र? इदानीं महाभारतस्य विषयम् आगतं तत्र. शुभदा भगिनी अस्ति, नमस्कारः भगिनी. भवती किमपि वक्तुम् इच्छति वा अत्र? द्रोणस्य मित्रः अपमानं कृतवान् अपि अत्र सः अपि तत्र राज्यतुल्यः भवितुम् इष्टवान् खलु. तत्तु द्रुपद् अस्ति. द्रुपदस्य मित्रम् आसीत् द्रोणः. तत्र अर्थकामः इति वक्तुं शक्नुमः इति मन्ये तत्र. अतः तत्र गुरून् इति तत्र विशेषणं भवितुमर्हति, अर्थकामान् गुरून्, यतोहि तत्र द्रोणाचार्यः अर्थकामः आसीत् इति चिन्तयामि, न सम्यक्तया न जानामि, किन्तु तत् स्थापितुं शक्नुमः इति मन्ये अत्र. अतः तत्र कीदृशान् गुरून् हत्वा, अर्थकामान् गुरून् हत्वा अहम् इह एव रुधिरप्रदिग्धान् भोगान् भुञ्जीय भुञ्जीय. तत्र अहत्वा महानुभावान् गुरून् अहत्वा तत्र यदि केवलं भिक्षाटनं कृत्वा भोजनं करोमि तत् श्रेयः भवति, किन्तु अहं किं कुर्याम्, अहम् अर्थकामान् गुरून् हत्वा रुधिरप्रदिग्धान् भोगान् भुञ्जीय अहं तत्र तेषां भोगम् अनुभविष्यामि इति सः चिन्तयति. इत्युक्ते गुरून् इत्युक्ते तत्र भीष्म अपि च द्रोणाचार्य न महोदय? द्रोणाचार्य अपि कृपाचार्यः अपि तत्र प्रायशः तत्र अन्तर्भूताः भवन्ति इति मन्ये, किन्तु तत्र गुरुः इति तत्र भीष्मः प्रायशः गुरुरूपेण प्रायशः ते न स्वीकुर्वन्ति इति मन्ये भगिनि, यतोहि सः तत्र वंशे तत्र ज्येष्ठः अस्ति खलु, ज्येष्ठः इति स्वीकुर्वन्ति न तु गुरुः इति मन्ये, किन्तु द्रोणाचार्यः कृपाचार्यः आचार्यः भीष्मः अर्थकामः अर्थकामः नास्ति तत्र अर्थ अपि अर्थकामान् गुरून् इति अहं सम्यक्तया न जानं भगिनि, तत्र गुरून् इति पदस्य विशेषणं भवति इति चिन्तयामि, भवति इति मन्ये महोदय अर्थकामान्, किन्तु तत्र सकारः तस्य का अर्थकामाः अस्ति चेत् सकारः भवति तत्र, किन्तु अर्थकामान् तु अस्ति चेत् सकारः कथम् अनुस्वारः भवति, सकारः कथम् आगतः इति न जानन्, किन्तु भवान् तदेव अस्ति मन्ये महोदय. हा अस्तु भगिनि, तत्र हा अर्थकामान् अस्तु अस्तु अस्तु, तत्र कामान् स्तु इति अस्ति खलु, अतः अस्तु हा तद् न जानामि भगिनि, हा कामान् भोगान् अस्तु अस्तु, अतः तत्र भुञ्जीय तत्र द्वैविध्यं प्रदर्शितम् अस्ति, एकमस्ति तत्र महानुभावान् गुरून् अहत्वा किं भवति तत् श्रेयः अस्ति, अन्यत् अस्ति तत्र तेषां हननं कृत्वा भोगं भवति किन्तु तद् श्रेयः नास्ति इति. अस्तु अग्रे तत्र हा शुभदा भगिनी भवती भवती पठितुम् इच्छति वा तत्र अग्रे अग्रिमं श्लोकं वा महोदय? अग्रिमं श्लोकं भगिनि प्रयत्नं करोमि महोदय, विलम्बेन आगतवती, चिन्ता मास्तु भगिनी, बहु विलम्बः विलम्बः जातः, अहं न दृष्टवान् यदि भवती पूर्वे एव आसीत् अहं न दृष्टवान्, ओ भवत्याः नाम दृष्टवान्, न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः, यानेव हत्वा न जिजीविषामस्ते वस्थिताः प्रमुखे धार्तराष्ट्राः. न चैतद्विद्मः विधिलिङ्गकारः कुत्र कुत्र अस्ति इति प्रथमतया पश्यामः, न चेत् न च एतद् एतद् विद्मः विद्मः नः गरीयः यद् वा जयेम यदि वा नः जयेयुः. हा तत्र जयेम इति विधिलिङ्गकारः, जयेयुः अपि जयेयुः अपि, हा तत्र जयेम इति उत्तमपुरुषे, जयेयुः इति प्रथमपुरुषे बहुवचनं वयमपि. अग्रे अग्रे यानेव इत्युक्ते यान् एव हत्वा न जिजीविषां जिजीविषामः तत्र जिजीविषामः जिजीविषामः ते अवस्थिताः प्रमुखे धार्तराष्ट्राः यान् एव हत्वा न जिजीविषामः ते अवस्थिताः प्रमुखे धार्तराष्ट्राः अस्तु धार्तराष्ट्राः इत्युक्ते धृतराष्ट्रस्य पुत्राः खलु धार्तराष्ट्रः इति सत्यं भगिनि तत्र अवस्थिताः प्रमुखे अवस्थिताः तत्र जिजीषि वामः ते अवस्थिताः तत्र धार्तृराष्ट्राः इति तत्र तत्र स्थापनीयम् इति मन्ये धार्तृराष्ट्राः धार्तृराष्ट्रः अस्ति धार्तृराष्ट्राः अवस्थिताः धार्तराष्ट्राः अवस्थिताः प्रमुखे सन्मुखे सम्मुखे अस्मिन् तत्र सम्मुखे सन्मुखे अवस्थिताः तत्र ते एव अवस्थिताः सन्ति तत्र यान् एव हत्वा यान् एव हत्वा जिजीविषां तेः जिजीविषामः जिजीविषामः इति तत्र जिजीविषामः तत्र लकारः कः तत्र जिजीविषामः जिजीविषामः इत्युक्ते जिजीविषाम् इत्यस्य हलन्तशब्दस्य प्रथमाविभक्ति बहुवचनं वा सन् प्रत्ययः वा महोदय किं भगिनि विधिलिङ्गकारः विधिलिङ्ग् अस्ति वा सन्नन्तः लकारः भवत्या उक्तः लट् एव दत्तं महोदय लट् एव अस्तु जिजीविषामः लट् लकारः अस्तु तत्र जीवितुम् इच्छामः इति मन्ये खलु न जीवितुम् इच्छामः एतान् हत्वा न जीवितुं ये तत्र ये अवस्थिताः प्रमुखे ये धार्तृराष्ट्राः अवस्थिताः जीवितुम् इच्छा जीवितुम् इच्छा न जीवितुम् इच्छामः बहुवचनम् लट्लकारे एव समीचीनम् अस्तु तत्र अतः तत्र किं तत्र किं डैलमा इति वा वदन्ति खलु तत्र एतत् समीचीनं वा अथवा अन्यत् समीचीनं वा इति अतः तत्र किं समीचीनं तत्र किं कर्तव्यता इति वदतु भगिनि किं कर्तव्यता इति किं करणीयम् एतत् करणीयं वा समीचीनं किमपि अन्यत् कार्यं करणीयं वा इति तत्र किं तत्र न च एतद् विद्मः एतद् न जानीमः तस्य ज्ञानं विद्धातुः खलु तत्र जानीमः एतद् न जानीमः किं न जानीमः कतरत् कतरत् नाम विधद्वयमस्ति तयोः मध्ये कः श्रेयः इति न जानीमः कतरत् कतरत् अतः तत्र कतरत् नः अस्माकं कृते अस्माकं कः तत्र क्षेमः क्षेमतरम् अस्ति इति अथवा गरीयः इति अस्ति गरीयः अपि समीचीनमेव तत्र गरीयः तत्र क्षेमतरं किम् अस्ति इति न जानीमः किं तत्र अतः तत्र द्वैविध्यम् अथवा मार्गद्वयम् अत्र अग्रे गन्तुं मार्गद्वयम् इति तत्र मार्गद्वयं किं किम् अस्ति इति चेत् तत्र एकम् अस्ति यत् वा जयेम यदि वयं जयेम अथवा यदि वा नः जयेयुः नाम अस्माकम् उपरि तेषां जयम् अभवत्. तत्र अत्र नः इति द्वितीया विभक्ति वा द्वितीया बहुवचने वा अहम् आवां वयं मां मा आवां नौ अस्मान् सति नः नाम अस्मान् जयेयुः यद् यद्वा यद् वयं तान् जयेम अथवा यदि वा अस्मान् ते जयेयुः तयोः मध्ये कः गरीयः इति वयं न विद्मः वयं न विद्मः. अतः तत्र जयं श्रेयतरं वा अथवा अजयं पराजयं श्रेयतरं वा इति न जानीमः. किन्तु किं जानीमः किम् एतत्तु तत्र वयं जानीमः ये अस्माक् तत्र ये अवस्थिताः धार्तराष्ट्राः प्रमुखे अवस्थिताः धार्तराष्ट्राः ये सन्ति तान् हत्वा वयं न जिजीविषामः. महोदय तत्र नः षष्टिविभक्ति इति मन्ये महोदय, न द्वितीयविभक्ति. तत्र नः इति द्विवारम् आगच्छति भगिनि. एकवारं तत्र कतरत् नः तत्र अस्ति अस्माकम् इति षष्टि अर्थे. द्वितीयवारं नः इति आगच्छति तत्र अस्मान् इति अर्थे अस्ति. भवती तत्र द्वितीयवारस्य विषये वदति वा अथवा प्रथमवारस्य इति वदति वा? प्रथमं महोदय. तत्र षष्टि तत्र षष्टि सत्यम्. अस्माकं गरीयः तत्र अस्माकं श्रेयः कः इति गरीयः कः इति न जानामि न विद्मः वयं नाम यदि ते यदि वयं तान् जयेम अथवा ते अस्मान् जयेयुः तयोः मध्ये कः गरीयः इति न जा न विद्मः. किन्तु किं विद्मः वयम् एतत्तु जानीमः निश्चयेन जानीमः ये अवस्थिताः प्रमुखे अवस्थिताः धार्तराष्ट्राः सन्ति यदि तान् हत्वा वयं न जिजीविषामः. या ये तत्र नाम धार्तराष्ट्राणां मारणं कृत्वा पाण्डवाः जीवितुं न इच्छन्ति इति. तत्र पुनः तत्र अन्य कोऽपि तत्र स्वशब्दैः वदति चेत् समीचीनं भवति. तत्र अस्तु शोभा भगिनी प्रयत्नं करोति वा? प्रयत्नं करोमि महोदय. प्रथमवाक्ये न चेत् न च एतत् विद्मः कतरत् नः गरीयः. अस्तु तत्र वयं तु न जानीमः यदि वयं विजयं प्राप्नुमः चेत् तद् सम्यक् अस्ति वा अथवा वयं पराजयं स्वीकुर्मः तत् सम्यक् अस्ति वा वयं न जानीमः. किमर्थं चेत् यान् एव हत्वा यान् जनान् अथवा बान्धवान् वयं हन्तुं सिद्धाः भवामः तत्र धार्तराष्ट्रान् हन्तुं सिद्धाः भवामः तत् भवति चेत् तत्र जिजीविषामः न जिजीविषामः न वयं यदि तान् अथवा तेषां हननं कुर्मः चेत् तदा तदनन्तरं वयमेव जीवितुं न इच्छामः इति. समीचीनं भगिनि. अतः तत्र तान् तत्र ये धार्तराष्ट्राः अवस्थिताः प्रमुखे अवस्थिताः तेषां मारणानन्तरं वयं न जीवितुं न इच्छामः एव जीवितुम् इच्छामः एव न जीवितुम् इच्छामः एव समीचीनं प्रमादः भवति इति सत्यं भगिनि हा समीचीनं हा अस्तु तत्र पुनः तत्र एकवारं तत्र गीताञ्जलि भगिनि एतस्य श्लोकस्य स्वशब्दैः एकवारं वदति वा भगिनि आं महोदय अस्तु न चेत् न चेत् न च एतद् विद्मः कतरत् नः गरीयो गरीयः गरीयः यद् यत् वा जयेम इत्युक्ते वयं जयेम यदि वा नः जयेयुः इत्युक्ते ते यदि वा अस्मान् ते जयेयुः अस्मान् ते जयेयुः अस्तु इत्युक्ते यदि यदि वयं जयं प्राप्नुमः अथवा यदि ते जयं प्राप्नुवन्ति प्राप्नुवन्ति तत्र किं सम्यक् भवति इति न जानीमः न विद्मः न विद्मः न कतरत् न विद्मः इत्युक्ते इति वा तत्त्वा इति न तत्र द्वयोः मध्ये कः कः श्रेयः कः श्रेयः अपि च कः गीयः इति न विद्मः कः गरीयः इति न जानीमः कः गरीयः न विद्मः यान् एव हत्वा न जिजीविषामः ते अवस्थिताः प्रमुखे धातृराष्ट्राः इत्युक्ते अवस्थिताः धातृराष्ट्राः कुत्र प्रमुखे ते ते हत्वा न वयं न जिजीविषामः तत्र ते नाम यान् हत्वा यानेव हत्वा न जिजी यान् हत्वा इत्युक्ते ते एव तत्र प्रमुखे उपस्थिताः सन्ति ते उपस्थिताः सन्ति ये जनान् ये जनान् वयं न यान् जनान् वयं न हत्वा जिजीविषामः ते एव प्रमुखे अवस्थिताः ते धातृराष्ट्राः सन्ति इति सत्यं भगिनि अतः तत्र धातृराष्ट्राः अस्माकं प्रमुखे सन्ति अवस्थिताः सन्ति किन्तु तेषां हननं कृत्वा वयं न जीवितुम् इच्छामः अस्तु समीचीनम् अतः तत्र विधिलिङ्गकारस्य सम्भावनार्थे तत्र प्रयोगः भगवद्गीतायां कथं भवति इति अस्माकं अनुभवं जातम् अद्य अस्तु महोदय क्षम्यतां महोदय वदतु भगिनि अत्र एतादृशम् अन्वयं कर्तुं शक्नुमः वा ते अवस्थिताः दार्थराष्ट्राः अस्मान् जयेयुः इति ते प्रमुखे इत्युक्ते रणभूमौ वा महोदय अस्माकं पुरतः वा प्रमुखे सम्मुखे सम्मुखे तत्र प्रायशः तदपि किन्तु तद् तद् यदि कुर्मः भगिनि तत्र तत्र किमर्थं न जिजीविषामः इति तत्र हत्वा इति अस्ति खलु तत्र यानेव हत्वा इति तत्र अतः तत्र तत्र यः सः इति तादृशं वाक्यं भवति यान् यान् यान् हत्वा दिदीविषामः न दिदीविषामः ते प्रमुखे अवस्थिताः सन्ति, ते एव धार्तराष्ट्राः. तत्र अहं किञ्चित् विपरीततया उक्तवान्, किन्तु ये हत्वा न जिजीविषामः ते तु अवस्थिताः प्रमुखे एव अवस्थिताः धार्तराष्ट्राः. नाम यान् वयं हन्तुं न इच्छामः, यतोहि यदि तेषां मारणं कुर्मः वयं न जीवितुम् इच्छामः. ते के इत्युक्ते ते एव अत्र अस्माकं प्रमुखे सन्ति, ते एव धार्तराष्ट्राः सन्ति इति. क्षम्यतां महोदय, एवं भवति वा यान् प्रमुखे उपस्थिताः धार्तराष्ट्राः तान् हत्वा न जिजीविषामः, ते हत्वा न जिजीविषामः. हत्वा, हत्वा इति तत्र सम्बन्धः अस्ति, अतः तत्र द्वितीयभागे एव तत्र प्रमुखे अवस्थिताः धार्तराष्ट्राः समीचीनं भवति इति मन्ये. प्रमुखे उपस्थिताः धार्तराष्ट्राः ते एव हत्वा न जिजीविषामः. हा सत्यं भगिनि, सत्यं. महोदय अत्र संशयः, यदि तादृशम् अस्ति चेत् सर्वं तु द्वितीयाविभक्त्यामेव भवितव्यं खलु महोदय, तान् धार्तराष्ट्रान् अवस्थितान्. आं महोदय, द्वितीया भवति तत्र. तत्र यान् एव तत्र भगिनी, तत्र यः कः इति वाक्ये समानविभक्ति भवति इति नियमः नास्ति खलु. यः प्रकोष्ठं प्रविष्टवान् तस्य नाम श्रीधरः, तत् यः सः इति वाक्यं खलु तत्र. आं सत्यं, तत्र तु सत्यं महोदय तादृशवाक्ये. हा अत्र अत्र किमस्ति, यान् इति अस्ति, तदनन्तरं ते तत्र यान् इति तत्र द्वितीयविभक्तौ अस्ति, यान् हत्वा न जिजीविषामः, ते एव तत्र प्रमुखे स्थिता अवस्थिताः धार्तराष्ट्राः सन्ति. यत् दत्तं तत् समीचीनं महोदय, किन्तु तत्र वाक्यस्य परिवर्तनम् अभवत् तदा द्वितीय आगच्छति इति अपि वक्तुम् इच्छति इति. प्रमुखे यान् उपस्थिताः धार्तराष्ट्रान् तत्र तत् तत् कर्तुम् इच्छन्ति चेत् तत्र प्रमुखे अवस्थितान् धार्तराष्ट्रान् तत्र तान् हत्वा न जिजीविषामः इति वक्तुम् इच्छन्ति वा. आं महोदय, तान् हत्वा इति भवति तत्र. सत्यं सत्यं, हा तदपि कर्तुं शक्नुमः. हा हा हा समीचीनम्, अस्तु महोदय. कतरत् इति का विभक्ति महोदय? कतरत् इति तत्र भगिनि न जानीमः, तत्र द्वितीयविभक्ति कतरत् न विद्मः इति. किं न विद्मः, किं न जानीमः? कतरत् न विद्मः. कतरत् नाम तयोः मध्ये किं श्रेयः इति न जानीमः, किं श्रेयकरम् इति न जानीमः. द्वितीय विद्मः इति पदस्य कर्मपदं मरुत्वत् भवति वा? द्रष्टव्यं भगिनि तत्र. हा अत्र स्थापितं मया तत्र आततायिनः इति तत्र आसीत् खलु, तस्य विषये तत्र आततायिनः इति. हा कतर् इत्युक्ते एकं सर्वनाम अस्ति इति वयं जानीमः, कतर् इति एकं सर्वनाम एव, परन्तु तस्य रूपं किं रूपं न जानी न जानामि. परन्तु एतत् रूपं किं किं रूपम् इति. तत्र महोदय कतरतः इति अस्ति, तत् अपि तत् तत् भवति तरत् अस्ति चेत् तरतम अस्ति चेत् तत्र भवति खलु भगिनि, तत्र विशेषणत्वेन महोदय कतरत् इति दत्तं डिक्लैन् एस् अ प्रोनौन् इत्युक्ते भवत् अस्ति चेत् भवत् लिङ्गे भवति इति अहं चिन्तयामि कतरत् कतरत् नपुंसकलिङ्गे भवति इति सर्वनामशब्दः जगन्ति सर्वनामशब्दः तत् एतानि तद्वत् भवति वा हा कतरत् हा सत्यं भगिनि तादृशम् इति मन्ये अनन्तशब्दः जगत् जगति जगन्ति इति वा कतरत् अस्तु अस्तु हा एकवारं द्रष्टव्यं भगिनि अहं चिन्तयामि न सर्वनाम अस्ति अतः तत् एतानि अस्ति खलु तद्वत् भवति तत् एतानि सत्यं तदेव भवेत् कतरत् किन्तु हा तत्र कतरत् इति नूतनपदमेव अस्ति हा द्रष्टव्यमस्ति अस्तु अस्तु तर्हि अन्यप्रश्नः अस्तु तर्हि अस्तु तर्हि विरमाम तर्हि तत्र लक्ष्मी भगिनी भवती एव तत्र अन्ते शान्तिमन्त्रं वदति वा भगिनि हा अस्तु महोदय सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ओम् धन्यवादः महोदय धन्यवादः